गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते नर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम् शाब्दबोधः कथं जायते शाब्दबोधः शब्दः इति चतुर्थप्रमाणमस्ति नैयायिकानां मतानुसारं प्रत्यक्षम् अनुमानम् उपमानं शब्दः तत्र शब्दप्रमाणेन जायमानज्ञानस्य नाम अस्ति शाब्दबोधः इति तत्र चतस्रः सामग्र्यः अपेक्षिताः इति अधीतं प्रथमं तु पदज्ञानम् अत्र केवलं पदज्ञानम् इत्युक्ते पदं पदस्य ज्ञानं नास्ति पदपदयोः मध्ये या शक्तिः वर्तते केवलं तस्य ज्ञानम् इति नास्ति किन्तु तत्र वाक्यज्ञानम् अपि च तस्मिन् विद्यमानकारकत्वस्य ज्ञानं विशेषणत्वस्य ज्ञानं तत्रापि क्रियाविशेषणत्वस्य ज्ञानं सामान्यविशेषणत्वस्य ज्ञानम् इति एतत् सर्वं पदज्ञानम् इत्यस्मिन् अन्तर्भूतं तत्सर्वं विस्तृतेन अस्माभिः चिन्तितं तर्हि पदज्ञानम् आवश्यकं तदनन्तरम् आकाङ्क्षा इति द्वितीया सामग्री तत्रैव स्मः तत्र लक्षणमासीत् पदान्तरव्यतिरेकप्रयुक्तं शाब्दबोध अजनकत्वम् इति तत्रापि किञ्चित् परिष्कृतं मया तत्र उचितपदान्तरव्यतिरेकप्रयुक्तं शाब्दबोध अजनकत्वम् आकाङ्क्षा तर्हि आकाङ्क्षा कुत्र वर्तते इति चेत् पदे वर्तते पदे विद्यमान आकाङ्क्षा का इति चेत् एतत् पदम् अन्यत् पदम् आकाङ्क्षते यदि अन्यत् पदं नास्ति तदा अस्मिन् पदे विद्यमान शाब्दबोधशक्तिः न कार्यं करोति तदेव पदान्तरव्यतिरेकप्रयुक्तं शाब्दबोध अजनकत्वं तत्रापि उचित इति पदं योजितम् केवलं पदान्तरं स्थापयामश्चेत् यत्किमपि पदं नास्ति पदान्तरव्यतिरेकः इत्युक्ते पदान्तर अभावः तेन अभावेन प्रयुक्तं शाब्दबोधजनकत्वं तर्हि केवलं यं कमपि पदं यत्किमपि पदं नास्ति चेत् अत्र शाब्दबोधः न जायते इति नास्ति उचितपदम् उचितपदान्तरव्यतिरेकप्रयुक्तं शाब्दबोधजन अजनकत्वम् आकाङ्क्षा इति कृत्वा आकाङ्क्षा आवश्यकी अस्ति तर्हि 314 पेज् मध्ये द्वितीयपरिच्छेदः समापितः तृतीयपरिच्छेदः एवञ्च पदान्तरव्यतिरेकः एव इति आरभ्य पठनीयम् अस्तु मिहुल् महोदय आरम्भं करोतु पठितवन्तः तदपि तदा अभवत् अव्यवहितत्वनिवेशः ओहोहो क्षम्यताम् आमामामां सत्यं तदेव गते वर्गे कृतं खलु मया अत्र न स्थापितं क्षम्यताम् सत्यं तर्हि तत्र यदि घट इति एव वदामश्चेत् अर्थबोधः न जायते अपि च घटेन इति वदामश्चेत् अर्थबोधः तु जायते कि तत्र पदान्तरमपि अस्ति ता इति प्रत्ययः पदमस्ति नैयायिकानमतानुसारं तदपि अस्ति किन्तु यदि कर्मत्वं बोधितुम् अहम् इच्छामि तदा तत्र अम् प्रत्ययः एव योजनीयः न तु टा इति प्रत्ययः अतः उचितपदार्थ उचितपदान्तरव्यतिरेकप्रयुक्तं शाब्दबोधाजनकत्वम् आकाङ्क्षा इति अस्माभिः अवगतम् तर्हि अतः अनयोः प्रकृतिप्रत्ययोः मध्ये अपराभावे सति अन्येन बोध अजननात् साकाङ्क्षत्वम् अस्ति तर्हि पदान्तरम् इत्युक्ते अनन्तरम् इति अर्थः नास्ति अग्रे तस्मात् परम् आयासति इति नास्ति प्रत्येकं पदे आकाङ्क्षा वर्तते तत्र घटं इति वाक्ये घट इति एकं पदम् अम् इति अन्यत् पदम्। यावत्पर्यन्तम् अम् इति न उच्चारयामः तावत्पर्यन्तं घटे विद्यमानकर्मत्वं न अवगच्छामः। तर्हि घट इत्यनेन यद्यपि घटपदार्थम् अवगन्तुं शक्यते तथापि विवक्षितार्थः घटे विद्यमानकर्मत्वमेव विवक्षितं। तद् यावत्पर्यन्तम् अम् इति न वदेम तावत्पर्यन्तं न अवगच्छेत्। एवं केवलम् अम् इति वदेमश्चेत् कर्मत्वं बुध्यते, किन्तु किन्निष्टकर्मत्वम् इति न बुध्यते। तर्हि तत्र परस्परम् अतः एव अत्र लिखितम्। अतः अनयोः प्रकृतिप्रत्ययोः मध्ये अपराभावे, अपराभावे इत्युक्ते प्रकृतिः अस्ति प्रत्ययः नास्ति चेत् प्रकृतेः सम्यक् बोधः न जायते, किञ्चिदेव बोधः जायते, किन्तु यत्सर्वं विवक्षितं तन्न जायते। एवं प्रकृतेः अभावे प्रत्ययेन किं बोद्धुमिच्छामः तत् सम्पूर्णतया न अवगच्छामः इति कृत्वा अपराभावे सति अन्येन बोध अजननात् स्वाकाङ्क्षत्वम् अस्ति। कुत्र? प्रकृतौ अपि अस्ति, प्रत्यये अपि अस्ति। अस्तु, तर्हि इदानीम् अव्यवहितत्वनिवेशः, तदेव अत्र आकाङ्क्षा योग्यता सन्निधिः इति उक्तम्। अस्तु, पश्यामि अत्र किमस्ति इति। हा, मेहुल् महोदय आरभ्य। अस्तु महोदय, अव्यवहितत्वनिवेशः एतादृशं परसापेक्षत्वं ययोः पदयोः वर्तते तयोः अव्यवहितत्वेन ज्ञानं शाब्दबोधकारणम् इति उच्यते। किमिदम् अव्यवहितत्वम्? अनावश्यकव्यवधानस्य अभावः। यदि च भीषणया इति पदोच्चारणं चिन्तयामः तत्र तत्र घकार इकार शकारादयः अष्टौ वर्णाः सन्ति, किं तेषामष्टानां युगपत् उच्चारणं सम्भवति? न। किं तर्हि क्रमेण एव? तत्रापि क्रमः विलक्षणः, न हि आदौ शकारः इकारौ, किन्तु घकारः ततः इकारः इति एव विलक्षणक्रमेण एव। तत्र वर्णोच्चारकाले तस्य तस्य वर्णस्य यः कालः मात्ररूपः सः तु अपेक्षते एव, परन्तु ततोपि व्यवधानं तु अनावश्यकम्। इदं परिहर्तव्यम्। एवं परिहारपुरस्सरं प्रकृतिप्रत्ययोः उच्चारणं श्रोतुश्च तज्ज्ञानं शाब्दबोधहेतुर्भवति। अस्तु, अत्र पूर्वस्मिन् परिच्छेदे साकाङ्क्षत्वम् इति वयं दृष्टवन्तः। तर्हि अत्र प्रकृतिप्रत्ययोः मध्ये अपेक्षा पदद्वयमपि सापेक्षम् इत्युक्ते अत्र परसापेक्षत्वं ययोः पदयोः वर्तते। उदाहरणरूपेण प्रकृतिप्रत्ययोः मध्ये परसापेक्षं वर्तते। तयोः अव्यवहितत्वेन इत्युक्ते अत्र प्रकृति अपि च प्रत्ययः द्वयोः मध्ये अव्यवहितत्वम् अस्ति, तेन एव तदेव तेन एव शाब्दबोधकारणम् इति ज्ञानस्य शाब्दबोधकारणम् इति उच्यते। तर्हि अत्र एकनिमिषः महोदय, अत्र प्रकृतिप्रत्ययोः मध्ये अव्यवहितत्वम् इति उक्तं वा? न, तत् केवलम् उदाहरणं, परन्तु यत्किमपि पदयोः मध्ये परसापेक्षत्वं वर्तते तयोः मध्ये अव्यवहितत्वम् इति अपि अपेक्षितम्। न, अत्र अव्यवहितत्वं केषु मध्ये न भवेत्? प्रकृतिप्रत्ययोः मध्ये वा अथवा न भवेत् इति वा? न, अव्यवहितत्वं केषु मध्ये भवेत्, व्यवहितत्वं न भवेत् इति। अव्यवहितत्वं केषु मध्ये भवेत् इत्युक्ते यत्र शाब्दबोधः येन शब्देन जायते तयोः मध्ये अथवा घिषणा इति पदमस्ति खलु, घिषणया इति, घिषणया इति पदे कति वर्णाः सन्ति? अत्र घकार इकार शकार अकार घकार इकार शकार अकार णकार अकार यकार आकार अष्टवर्णाः सन्ति अष्टवर्णाः सन्ति खलु तर्हि तत्र एकमेव पदं घिषणया इति पदम् इति स्वीकुर्मः तत्र अन्ते कः प्रत्ययः इति अस्ति इदानीमेव त्यजेयं तत्र वार्ता नास्ति अत्र घिषणया इति पदे अष्ट अक्षराणि सन्ति तेषु अक्षरेषु मध्ये अव्यवहितत्वम् अपेक्षते सत्यम् इत्युक्ते प्रकृतिप्रत्ययोः मध्ये इति नास्ति न तत्तु केवलम् उदाहरणं सत्यं पदयोः मध्ये आकाङ्क्षा भवेत् पदयोः मध्ये आकाङ्क्षा भवेत् किन्तु अव्यवहितत्वम् इति चेत् वर्णयोः मध्ये वर्णयोः मध्ये इति वक्तव्यम् अस्तु वदतु अस्तु अत्र किं किमिदम् अव्यवहितत्वम् इति प्रश्ने सति अनावश्यकव्यवधानस्य अभावः इत्येव अव्यवहितत्वं तर्हि यस्य आवश्यकता नास्ति तेन यदि बाधा जायते तदा अव्यवहितत्वं नास्ति इति वदेम व्यवधानम् अस्ति इति वदेम अत्र उदाहरणमस्ति भीषणया इति पदस्य उच्चारणं यदा वयं चिन्तयामः तर्हि तत्र घकार इकारा इकार शकारादयः अष्टवर्णाः सन्ति अस्तु तर्हि किं तेषाम् अष्टानां युगपत् उच्चारणं सम्भवति अत्र सर्वेषां युगपत् उच्चारणं तु न सम्भवति एव एकम् एकम् एकस्य अनन्तरं द्वितीयम् अनन्तरं तृतीयम् इति त्रादृश अष्टवर्णानाम् उच्चारणम् एव सम्भवति किं तर्हि क्रमेण एव तर्हि प्रश्नः उदेति किमर्थं तादृशक्रमः अपि भवेत् इत्युक्ते अत्र प्रथमतया घकार अनन्तरम् इकार अनन्तरं शकार अनन्तरम् अकार तादृशक्रमः अपि किमर्थं भवेत् तर्हि क्रमः महोदय यथा भवता पठितं तत्रापि न अवबुद्धम् इति मम भाति अत्र भवता कथं पठितं किं तर्भिः क्रमेणैव इति भवता पठितं खलु क्रमेणैव अत्र किं तर्हि इत्यस्मात् क्वश्चिन् मार्क् स्थापयतु तत्र क्रमेणैव इति उत्तरमस्ति ओ अस्तु अस्तु किं तर्हि हा अस्तु अस्तु युगपत् उच्चारणं न सम्भवति यतोहि क्रमेण एव तेषाम् उच्चारणं किं तेषाम् अष्टानां युगपत् उच्चारणं सम्भवति न किं तर्हि क्रमेणैव क्रमेणैव तेषां क्रमेणैव तेषाम् उच्चारणं सम्भवति युगपत् तेषाम् उच्चारणं न सम्भवति किन्तु क्रमेण एव सम्भवति तादृशम् अस्तु तर्हि क्रमः अपि विलक्षणः अस्ति अत्र इत्युक्ते क्रमे विलक्षणता वर्तते कीदृशविलक्षणता तर्हि अत्र आदौ शकार इकारौ इति न भवति परन्तु घकारः अनन्तरमेव इकारः तादृशविलक्षणक्रमेण एव तस्य उच्चारणं भवति इति अस्ति अपि च वर्णोच्चारकाले तस्य वर्णस्य यः कालः अथवा मात्ररूपः कालः इति मात्ररूपः कालः सः अपि अपेक्षते अत्र यदा केवलम् अत्र अहं प्रत्येकस्मिन् वर्णानां कृते कश्चन कालः अपि वर्णोच्चारकालः अपि अपेक्षितः अस्ति यदा घकार अपि इति किमर्थं वदति इत्युक्ते अत्र क्रमः अपि अस्ति क्रमः तु अस्ति परन्तु उच्चारणकालः अपि अस्ति इति न केवलं क्रमः अस्तु समीचीनं तर्हि क्रमेण वक्तव्यं तत् उच्चारणम् उचितकालेन वक्तव्यम् एकमात्रा एव स्वीकरणीया सत्यं प्रत्येकस्मिन् वर्णस्य कृते एकमात्रा एव स्वीकरणीयम् इत्युक्ते उचितमात्रा यदि दीर्घः उच्चारयामः तर्हि मात्राद्वयं भवति यदि प्लुतम् उच्चारयामश्चेत् मात्रत्रयं भवति ह्रस्वः चेत् एकमात्रा एव भवति तर्हि तत्र मात्ररूपः उचितकालं यदस्ति तावदेव वक्तव्यं तत्सर्वम् अस्ति चेत् अपि तत्र व्यवधानं तु अनावश्यकम् इत्युक्ते अत्र क्रमेण उच्चारणं भवेत्, तस्य उचितकालमात्ररूप अपि अपेक्षितः, इतोपि अग्रे तयोः तेषां मध्ये व्यवधानम् अपि न आवश्यकम्, इदं परिहर्तव्यं, तदेव अधुना वयं चिन्तयामः। एवं परिहारपुरस्सरं प्रकृतिप्रत्ययोः उच्चारणं, हा तादृशं यदि क्रमेण अपि च उचितकालमात्ररूप उपयुज्य व्यवधानं विना यदि प्रकृतिप्रत्ययोः उच्चारणं कुर्मः तदा एव श्रोतुः तद् अत्र प्रकृतिप्रत्ययोः इति श्रुत्वा ज्ञानम् अपि च शाब्दबोध ज्ञानं भवति, तदेव शाब्दबोध शाब्दबोधस्य कारणम् इति मन्ये। तर्हि आकाङ्क्षा पदे वर्तते, अव्यवहितत्वं नाम क्रमेण वक्तव्यम् इति एकः नियमः। द्वितीयं तु आवश्यक उच्चारणकालः यदस्ति तावदेव स्वीकर्तव्यम् इति चेत् तदा अव्यवहितत्वं साधितम्। तर्हि वर्णयोः मध्ये अव्यवहितत्वं भवेत्, पदयोः मध्ये आकाङ्क्षा भवेत्। अस्तु, अग्रे महोदय। तथा च व्याकरणप्रक्रियया टा प्रत्यय एव इनादिभावं प्राप्नोति इति घटेन इति प्रकृतिः प्रत्ययश्च अव्यवधानेन ज्ञातव्यौ। इयं च आकाङ्क्षा पदधर्मः इति तस्याः पदनिष्ठत्वसम्पादनाय टा प्रत्यये घटपद अव्यवहितत्वं, घटपदे च टा प्रत्यये अव्यवहितत्वं निवेशनीयम्। तथापि टा प्रत्ययः घटपदोत्तरम् एव भवति इति तत्र विद्यमानाकाङ्क्षा घटपद अव्यवहितोत्तरत्वं घटपद अव्यवहितोत्तरत्वं घटपदे विद्यमानाकाङ्क्षा टा प्रत्यय अव्यवहितपूर्वत्वम्। अत्र व्याकरणप्रक्रियया यदि पश्यामः चेत् अत्र घटेन इति पदे टा प्रत्ययेन एव इनादिभावं वयं प्राप्नुमः, अपि च प्रकृतिप्रत्ययोः मध्ये इत्युक्ते घट अपि च इन इत्यनयोः मध्ये अव्यवधानेन एव वयं ज्ञातुं शक्नुमः अत्र घटेन इत्यस्य अर्थः कः इति। अस्तु, इनादिभावं नाम किम्? अत्र अहं चिन्तयामि अत्र करण यदस्ति करणकारकम् इत्यस्य भावः एन इन इति प्रत्ययेन एव वयं ज्ञातुं शक्ता इति प्रत्ययेन एव वयं ज्ञातुं शक्नुमः। अत्र कर्णबोधकप्रत्ययं किं? टा इति प्रत्ययं खलु? तर्हि घटयोगः टा, तत्र टा इत्यस्य चुटु इत्यनेन लोप इत्संज्ञा भूत्वा तस्य लोपः कुर्मश्चेत् आकारः अवशिष्यते। तर्हि घटयोगः आ घटा इति भवेत्। यथा मरुत् हलन्तशब्दस्य मरुता इति भवति, किन्तु अकारान्तप्रातिपदिकमस्ति चेत् तत्र इन इति आदेशः भवति आकारस्य स्थाने, अतः एव घटेन इति भवति न तु घटा इति। तर्हि टा प्रत्ययः एव इनादिभावं प्राप्नोति इत्युक्ते टा प्रत्ययः प्रत्ययस्य परिवर्तनं भवति प्रक्रियायां, व्याकरणप्रक्रिया। हा, इन इति तस्य आदेशः भवति, यथा युवरणाकौ इति सूत्रेण यु यकारस्य स्थाने अन इति आदेशः, वकारस्य स्थाने अक इति आदेशः भवति, तथा आकारस्य स्थाने इन् इति आदेशः भवति, इन इति आदेशः भवति, तदेव इनादिभावं, ता प्रत्ययः एव इनादिभावं प्राप्नोति, परिवर्तते ता इति प्रत्ययः, मूले उक्तप्रत्ययः, इदानीं यदा प्रातिपदिकस्य अन्ते अकारः अस्ति, घट इति अकारान्त पुल्लिङ्गप्रातिपदिकमस्ति चेत् तदा इन इति आदेशः भवति अन्येन सूत्रेण भवतु, किन्तु तदेव इनादिभावं प्राप्नोति इति घटेन इति प्रकृतिः प्रत्ययश्च. अस्तु अग्रे. इयं च आकाङ्क्षा पदधर्मः इति, अपि च वयं जानीमः आकाङ्क्षा पदे वर्तते, तर्हि पदधर्मः इति आकाङ्क्षा, तस्याः इत्युक्ते आकाङ्क्षायाः पदनिष्ठत्व सम्पादनाय अत्र घट अपि च ता इति प्रत्ययोः मध्ये आकाङ्क्षा तेषाम् आकाङ्क्षा वर्तते. तर्हि अत्र घट इत्यस्मिन् या आकाङ्क्षा अस्ति तत्तु घटनिष्ठ आकाङ्क्षा अस्ति. तर्हि घटनि अत्र पदनिष्ठत्वसम्पादनाय इत्युक्ते घटनिष्ठ आकाङ्क्षासम्पादनाय ता प्रत्यय अपि च घट इति पदयोः मध्ये अव्यवहितत्वं भवेत्. तर्हि टा प्रत्यये घटपद अव्यवहितत्वम् इति अस्ति, इत्युक्ते तयोः मध्ये कोऽपि अनावश्यक व्यवधानं नास्ति. तदा एव पद घटनिष्ठ आकाङ्क्षा लभ्यते. तथैव घटपदे टा प्रत्यय अव्यवहितत्वं निवेशनीयम्. अस्तु, तर्हि परस्परम् अत्र घटपदे टा प्रत्यय अव्यवहितत्वम् अस्ति, टा प्रत्यये घटपद अव्यवहितत्वम् अस्ति, तादृशपरस्परम् अव्यवहितत्वम् अस्ति. तथापि तर्हि तत्र अव्यवहितत्वेन किं साधयामः? अव्यवहितत्वेन अत्र उपरि उक्तमस्ति, अत्र ज्ञानं शाब्दबोधकारणम् इति अस्ति. अव्यवहितत्वेन ज्ञानं शाब्दबोधकारणम् इति न, तद् नास्ति. अव्यवहितत्वेन किं साधयामः इति चेत् पदनिष्ठत्वं सम्पादनाय, पदनिष्ठत्वसम्पादनाय इति उक्तं खलु. तर्हि ताप्रत्ययेन, ताप्रत्ययस्य अर्थः कः? करणत्वं खलु. स च करणत्वं घटे वर्तते इति बोद्धुं घटेन सह अव्यवहितत्वेन ताप्रत्ययः भवेत्. तदा एव ताप्रत्यये घटे विद्यमानकरणत्वं बोद्धुं समर्था आगच्छति. यदि ताप्रत्ययः घटस्य अनन्तरं न स्थापयामः, किन्तु अन्यत्र अन्येन पदेन सह स्थापयामश्चेत् तत्र यद्यपि ताप्रत्ययस्य करणत्वं बोद्धुं सामर्थ्यमस्ति, तथापि घटे सा करणत्वमस्ति इति, तत् करणत्वमस्ति इति न बोद्धुं शक्यते. इति कृत्वा अत्र लिखितं पदनिष्ठत्वं. तर्हि घटे स करणत्वं, ता इति प्रत्ययस्य अर्थः करणत्वं. स च करणत्वं कुत्र वर्तते? घटे वर्तते. कथं जानाति भवान् घटे वर्तते इति? ता प्रत्ययः कुत्र मया स्थापितः? घटपदस्य अनन्तरम् अव्यवहितत्वेन ता प्रत्ययः मया स्थापितः खलु. एवं ता प्रत्ययस्य पूर्वं घटपदं मया स्थापितम् अव्यवहितत्वेन. हा, अव्यवहितत्वेन ताप्रत्ययस्य पूर्वं घटपदं मया स्थापितम् इति कृत्वा ता अत्र करणत्वस्य अधिकर आधारः घटः इति ज्ञातुं शक्यते. यदि घट इति पदस्य अनन्तरं ताप्रत्ययम् अहं स्थापयामि, तेन करणत्वं घटे वर्तते इति अहं जानामि. ताप्रत्ययस्य पूर्वं घट इति पदं स्थापयामि चेत् तदा करणत्वस्य अधिकरणं घटः इति अहं जानामि. तादृशशाब्दबोधं जनयति. तर्हि तदेव अव्यवहितत्वम् इति उक्तम्. अस्तु, समीचीनं, धन्यवादः महोदय. अग्रे सत्यभामा भगिनी पठति वा? अतः आं महोदय. अतः घटसंयोगवत् घटसंयोगवत् भूदलम् इत्यस्य संयोगसम्बन्धेन घटवत् भूदलम् इति यदा अर्थः भवति, तद्वदेव अव्यवहितोत्तरसम्बन्धेन घटपदविशिष्टताप्रत्ययत्वं ताप्रत्यये विद्यमान आकाङ्क्षा. एवम् अव्यवहितपूर्वत्वसम्बन्धेन ठाप्रत्ययविशिष्टघटपदत्वं घटपदे विद्यमान आकाङ्क्षा इति फलितम्. अत्र यदा एकम् उदाहरणं प्रदर्शितमस्ति, घटसंयोगवत् भूतलम् इति. अस्य अर्थः संयोगसम्बन्धेन घटः भूतले अस्ति इति. तं स्वीकृत्य इदानीं अस्माकं प्रकृत उदाहरणमस्ति घटेन इति. अत्र टा प्रत्ययम् अपि च घट इति पदम् अनयोः, घट इति प्रकृति, टा इति प्रत्ययः, अनयोः कथम् अत्र अन्यः सदृशं कल्पयितुं शक्यते इति पश्यामः. तद्वदेव अव्यवहितत्वसम्बन्धेन, पूर्वं सम्बन्धः कीदृशः अस्ति संयोगसम्बन्धेन, इदानीम् अव्यवहितत्वसम्बन्धेन ठापद घटपदविशिष्ट ठाप्रत्ययत्वं ठाप्रत्यये विद्यमान आकाङ्क्षा. घटम् अपि च ठाप्रत्ययोः अनयोः मध्ये आकाङ्क्षा वर्तते. तत् यदि घटपदविशिष्ट ठाप्रत्ययत्वं कीदृश आकाङ्क्षा उत्पद्यते चेत् ठाप्रत्यये अव्यवहित उत्तरत्वसम्बन्धेन इति. न, अत्र किञ्चित् इतोपि चिन्तनीयं भगिनि. अस्तु, अहं प्रश्नं पृच्छामि, तस्य उत्तरं वदतु. घटसंयोगवत् भूतलम्, अत्र व्याकरणरीत्या कति पदानि सन्ति अस्मिन् वाक्ये? व्याकरणरीत्या घटसंयोगवत् भूतलं, त्रयः पदाः, घटः, संयोगः, भूतलं. घटः इति एकं पदं वा अत्र? घट नास्ति, घटसंयोगवत् भूतलं पदद्वयं, घटसंयोगवत् अपि च भूतलं. घटसंयोगवत् इति एकं पदं, भूतलम् इति द्वितीयं पदम्. अनयोः मध्ये कः सम्बन्धः अस्ति? विशेषणविशेषभावः अस्ति, संयोगसम्बन्धः. विशेषणं किं, विशेष्यं किम्? भूतलम् इति विशेष्यं, घटसंयोगम् इति विशेषणम्. घटसंयोगवत् इति विशेषणवाचकपदम्. घटसंयोग, घटसंयोग इति मा वदतु, घटसंयोगवत् यावत्पर्यन्तं वक्तव्यं. घटसंयोगवत् इति विशेषणं प्रत्ययः अस्ति खलु. पुनः घटवद्भूतलम् इति वाक्ये कति पदानि सन्ति? घटवद्भूतलं, घटवद्भूतलम् इति समस्तपदं नास्ति, तत्रापि पदद्वयं वर्तते. हा, सत्यं, मया पृष्टं कति पदानि सन्ति इति, पदद्वयं वर्तते, अत्रापि विशेषभावः वर्तते. तर्हि घटवद्भूतलम् इत्यत्र घटवत् इति विशेषणं, भूतलम् इति विशेष्यं. घटवद्भूतलम् इति शृणुमः चेत् इदानीं भूतलं घटविशिष्टम् इति ज्ञास्यामः खलु? आं, ज्ञास्यामः. कीदृशभूतलम् इति चेत् घटेन विशिष्टमस्ति भूतलं. तर्हि घटविशिष्टं भूतलम् इति शाब्दबोधः यथा जायते, घटवद्भूतलम् इति वदामश्चेत् भूतलं घटविशिष्टम् इति शाब्दबोधः यथा जायते तथा तद्वदेव. अत्र किमर्थं घटवद्भूतलम् इति श्रुत्वा भूतलं घटविशिष्टम् इति ज्ञानं जायते इति चेत्, घटवत् इति पदस्य अनन्तरं भूतलम् इति उच्चारितं खलु अव्यवहितत्वेन. घटवत् इति अद्य उच्चार्य परश्वः यदि भूतलम् इति अहं वदामि चेत् तत्र तादृशबोधः न जायते, न जायते. हा, मध्ये घटवत् रामः भूतलम् इति मध्ये अन्यत् किमपि अहम् उच्चारयामि चेत् घटवत् वा भूतलम् इति अहम् अन्यत् किमपि पदम् उच्चारयामि चेत् तत्र अर्थबोधः न जायते. घटवत् इति पदस्य अव्यवहितत्वेन अनन्तरं भूतलम् इति यदि उच्चारयामि तर्हि अयम् एतद् भूतलं घटविशिष्टम् इति ज्ञानं यथा जायते तत्र तादृशशाब्दबोधस्य कारणं किम् अव्यवहितत्वं खलु आम् तदेव कारणम् एवम् एवं तद्वदेव अव्यवहित उत्तरत्वसम्बन्धेन घटपदविशिष्टताप्रत्ययत्वं ताप्रत्यये विद्यमान आकाङ्क्षा अव्यवहित उत्तरत्वसम्बन्धेन अत्र इदानीं मया अत्र वक्ता किं वदति अव्यवहितत्वोत्तरसम्बन्धेन इत्युक्ते किं वदति घटेन इति उत्तमं हा घटेन यथा घटवद्भूतलम् इति पूर्वमुक्तम् इदानीं वक्ता वदति घटेन इति तर्हि अव्यवहित उत्तरत्वसम्बन्धेन घटपदविशिष्टताप्रत्ययत्वं तर्हि ताप्रत्ययः इना यत् परिणम्यते तेन प्रत्ययः सः प्रत्ययः अव्यवहितत्वेन उच्चारितः इति कृत्वा इदानीं तस्मात् पूर्वं विद्यमानघटम् इति पदं घटविशिष्टताप्रत्ययत्वं तर्हि इदानीं घट इति पदस्य अनन्तरं ता इति प्रत्ययम् उच्चारितं घटेन इति इत्यत्र घटपदस्य अनन्तरं ताप्रत्ययम् अव्यवहितत्वेन उच्चारितम् इति कृत्वा इदानीं ताप्रत्ययः घटपदविशिष्टं भवति केन सम्बन्धेन अव्यवहित उत्तरत्वसम्बन्धेन घटवद्भूतलम् इत्यत्र केन सम्बन्धेन घटः भूतले अस्ति संयोगसम्बन्धेन हा एवं घटेन इति वदामश्चेत् तत्र ता इति प्रत्यये घटपदविशिष्टताप्रत्ययः इति अर्थबोधः जायते केन सम्बन्धेन अव्यवहित उत्तरत्वसम्बन्धेन जायते घटपदविशिष्टताप्रत्ययत्वं ताप्रत्यये विद्यमान आकाङ्क्षा तर्हि केवलम् आकाङ्क्षा इत्युक्त्र उचितपदार्थव्यतिरेकप्रयुक्तं शाब्दबोध अर्जनकत्वम् इति अस्माभिः अवगतं तत्र इतोपि एकं दलं योजयति प्रथमदलं किम् आसीत् शाब्दबोध अजनकत्वं केवलं तदेव वदामश्चेत् अन्यत्र अतिव्याप्तिः भवति मघवा देवानां राजा इत्यत्र मघवन् शब्दस्य शब्दे अव्याव्याप्तिः जायते इति कृत्वा पदान्तरव्यतिरेकप्रयुक्तं शाब्दबोधजनकत्वम् इति उक्तं द्वितीयं दलं योजितं तत्रापि पदान्तरव्यतिरेकप्रयुक्तम् इत्युक्ते यदि कर्मत्वं बोद्धुमिच्छामि तत्र टा इति घटेन इति वदामि चेत् तत्र सार्थबोधः विवक्षितार्थबोधः न जायते इति कृत्वा उचितपदान्तरव्यतिरेकप्रयुक्तं शाब्दबोधजनक अजनकत्वम् इति आगतम् तत्रापि इदानीम् उचितपदम् अव्यवहितत्वेन वक्तव्यं तदा एव शब्दबोधः जायते इति कृत्वा इदानीं ता इति प्रत्ययेन प्रत्यये विद्यमान आकाङ्क्षा तत्र अव्यवहितत्वम् इति अपि दलं योजनीयम् आकाङ्क्षा इत्यत्र तर्हि अव्यवहितत्वेन उच्चार्यमाण उचितपदान्तरव्यतिरेकप्रयुक्तं शाब्दबोध अजनकत्वम् आकाङ्क्षा इति आगतम् बुध्यते खलु तर्हि अत्र लिखित्वा स्थापयन्तु कथं चिन्तनं जायमानमस्ति इति प्रथमं शाब्दबोध अजनकत्वम् इति स्वीकृतं तर्हि कुत्र अतिव्याप्तिः जायते मघवादेवानां राजा इत्यत्र अतिव्याप्तिः जायते तदा तदनन्तरं तर्हि तस्य अतिव्याप्तेः निवारणार्थं तस्याः अतिव्याप्तेः निवारणार्थं पदान्तरव्यतिरेकप्रयुक्तं शाब्दबोध अजनकत्वम् इति द्वितीयं दलं योजनीयं तदा यदि कर्मत्वं बोद्धुम् इच्छामि किन्तु घटेन इति यदि अहं वदामि तत्र अतिव्याप्तिः जायते इदानीं पदान्तरव्यतिरेकप्रयुक्तं शाब्दबोधजनकत्वं नास्ति अत्र पदान्तरमस्ति उचितपदमपि अस्ति किन्तु विवक्षितार्थः न जायते इति कृत्वा उचित इति पदं योजितं तावदेव वदामश्चेत् न पर्याप्तं तर्हि तत्र अव्यवहितत्वम् अपि भवेत् इति कृत्वा अव्यवहितत्वेन जायमानपदान्तरव्यतिरेकप्रयुक्तं शाब्दबोध अजनकत्वं जायमान इति नास्ति. अत्र अन्यत् किमपि मया उक्तमासीत्. भवतु, तर्हि एतत् सर्वं पठित्वा अत्र अन्ततो गत्वा परिष्कृत लक्षणं किम् इति अन्ते पुनः चिन्तयामः. कुत्र कुत्र अतिव्याप्तिः भवति एकं दलं त्यजामश्चेत् इति अपि चिन्तयामः. किन्तु तदेव अर्थः बुद्धं खलु इदानीं. तद्वदेव अव्यवहित उत्तर उत्तरत्वसम्बन्धेन घटपदविशिष्ट ताप्रत्ययत्वं ताप्रत्यये विद्यमान आकाङ्क्षा. एवम् अग्रे. एवम् अव्यवहित पूर्वत्वसम्बन्धेन ताप्रत्ययविशिष्ट घटपदत्वं घटपदे विद्यमान आकाङ्क्षा इति फलितं. घटपदे विद्यमान आकाङ्क्षा कीदृशः इत्युक्ते ठाप्रत्ययविशिष्टघटपदत्वं घटपदत्वम् अव्यवहितपूर्वत्वसम्बन्धेन ठापद घटपदे इति तादृश आकाङ्क्षा. अत्र सम्बन्धः अपि उक्तः घटेन इति उक्तत्वात् इदानीं ताप्रत्ययः घटपदविशिष्टमस्ति. अपि च घटपदं ताप्रत्ययेन विशिष्टमस्ति. ताप्रत्ययविशिष्टमस्ति. अस्तु अग्रे भगिनि. बुद्धिनिष्ठकर्मत्वबोधनाय अव्यवहित उत्तरत्वसम्बन्धेन तीक्ष्णापदविशिष्ट अम्पदत्वम् अम्पदनिष्ठ आकाङ्क्षा तीक्ष्णापदविशिष्ट अम्पदत्वम् अम्पदनिष्ठ आकाङ्क्षा. इदानीम् अम्पदनिष्ठ आकाङ्क्षा कीदृशः इति चेत् तीक्ष्णापदविशिष्टः अपि च सम्बन्धः अव्यवहित उत्तरत्वसम्बन्धेन तत् अम्पदे अस्ति. अव्यवहितपूर्वत्वसम्बन्धेन अम्पदविशिष्टतिषिणापदोत्पदत्वं तिषिणापदे विद्यमान आकाङ्क्षा. अनेन प्रकारेण सर्वत्र प्रकृतिप्रत्ययोः परस्परम् अव्यवहित उत्तरत्व अव्यवहितपूर्वत्वसम्बन्धाभ्यां ज्ञानमेव च आकाङ्क्षाज्ञानम् इति उच्यते. अत्र प्रथमं धीष्णापदम् अम्पदम् अनयोः मध्ये अव्यवहितत्वम् अपेक्षितम्. अपि च सम्बन्धः कीदृशः निष्ठा कीदृशः इति उक्तमस्ति. द्वितीयपङ्क्त्या अव्यवहितपूर्वत्वसम्बन्धेन अत्र घटपदे आकाङ्क्षा कीदृशः इति उक्तमस्ति. घटपदे विद्यमान आकाङ्क्षा अम्पदविशिष्ट अम्पदविशिष्टधीक्ष्णापदम् अव्यवहितपूर्वत्वसम्बन्धेन धीक्ष्णापदे अस्ति इति. न, अत्र किञ्चित् इतोपि समीचीनतया वक्तव्यं. प्रथमं धिषणा इत्युक्ते किम् इति धिषणा इत्युक्ते सम् सार्ट् आफ् अ सोमा वेसल् ए कप् आर् अ गाब्लेट् आर् अ बौल् अथवा अत्र नालेड्ज् इण्टेलिजेन्स् इति अपि अस्ति. नालेड्ज् इण्टेलिजेन्स् धिषणा. हा, तर्हि धिषणा इत्युक्ते नालेड्ज् बुद्धिः इति एव स्वीकुर्मः. अतः एव अत्र बुद्धिनिष्ठकर्मत्वबोधनाय इति उक्तम्. तर्हि सामान्यतया बुद्धिनिष्ठकर्मत्वबोधनाय यदि बुद्धिः इति पदमेव बुद्धि इति प्रातिपदिकमेव स्वीकुर्मश्चेत् तत्र बुद्धिम् इति भवति खलु. एवम् अत्र बुद्धिः इत्यस्मिन् स्थाने धिषणा इति पदं प्रयुक्तमस्ति. धिषणायोगहां धिषणाम् इति भवति. अस्तु, तर्हि इदानीम् अम्पदे विद्यमान आकाङ्क्षा किम् इति वदति वा. अम्पदे विशिष्टम् अम्पदे विद्यमान आकाङ्क्षा किं विशिष्टम् इति चेत् तीक्ष्णापदविशिष्टमस्ति तत्. दिशणापदविशिष्टम् उत्तमम्। अम्पदे विद्यमान आकाङ्क्षा दिशणापदविशिष्टं केन सम्बन्धेन? अम्पदे केन सम्बन्धेन वर्तते? अम्पदम् उत्तर अस्ति, तत् अव्यवहितपूर्वत्वसम्बन्धेन नास्ति। अम्पदम् उत्तर, एकनिमिषं महोदय, अव्यवहितपूर्वत्वसम्बन्धेन एव, अव्यवहित उत्तरत्वसम्बन्धेन दिशणापदविशिष्टम् अम्पदत्वम् अम्पदनिष्ठ आकाङ्क्षा, तदेव प्रथमवाक्ये अस्ति खलु? अम्पदे विद्यमान आकाङ्क्षा का इति चेत् कीदृशम्? अम्पदे विद्यमान आकाङ्क्षा कीदृशी इति चेत् दिशणापदविशिष्टम् अपि च अव्यवहित उत्तरत्वसम्बन्धेन। हा, अव्यवहित उत्तरत्वसम्बन्धेन, तर्हि आकाङ्क्षा यत्र वर्तते तत्पदम् उत्तरे अस्ति वा पूर्वे अस्ति वा इति द्रष्टव्यम्। अत्र विशिष्टं विशेषणम् इति पदमस्ति, विशेष्यम् इति पदमस्ति, विशिष्टम् इति पदमस्ति। विशिष्टं नाम किम्? विशेषस्य भावः, विशेषणस्य भावः विशिष्टम् इति भवति। विशेषणस्य भावः विशेषणत्वं भवति, वैशिष्ट्यम् इति भवति, विशिष्टम् इति कथं विशिष्टस्य भावः? न, तत्रैव क्लेशः अस्ति। विशेषणं येन विशिष्यते तद् विशेषणम्, यस्य विशेषणं तद् विशेष्यम्, विशेषेण सह यद् विशेष्यं वर्तते तस्य नाम अस्ति विशिष्टम्। विशेषणेन सह वर्तते इति विशिष्टः? हा, इत्युक्ते विशिष्टम् इत्युक्ते विशेष्यं, किन्तु केवलं विशेष्यं नास्ति, विशेषणेन सह तदेव विशिष्टं। तर्हि विशिष्टं नाम किम् इति चेत् विशेष्यमेव, किन्तु यत्र विशेषणस्यापि अवबोधः जायते तदा विशिष्टम् इति वदेम। तर्हि इत्र इदानीं पश्यतु, अत्र अम्पदनिष्ठ अम्पदे विद्यमान आकाङ्क्षाः विषये चिन्तनम्। तर्हि अम्पदनिष्ठ आकाङ्क्षा दिशणपदविशिष्ट अम्पदत्वम् अम्पदनिष्ठ आकाङ्क्षा, दिशणपदविशिष्टम् अम्पदम्, विशिष्ट अम्पदं खलु, यथा घटवद्भूतलं, घटवद्भूतलम् इत्यत्र भूतलं विशिष्टमस्ति, घटवत् इति विशेषणं, भूतलम् इति विशेष्यं, घटवद्भूतलम् इति वदामश्चेत् तत्र अत्र घटविशिष्टभूतलम् इति वदामश्चेत् इदानीं विशिष्टं मया उक्तं, घटविशिष्टं भूतलं, घटविशिष्टम् इति वदामि चेत् घटविशिष्टम् इति पदेन किमुक्तं? भूतलमुक्तं खलु, भूतल। एवं दिशणापदविशिष्टं किम्? अम्पदम्। अम्पदम् उत्तमं, दिशणाविशिष्टं दिशणापदविशिष्टम् अम्पदम्, दिशणापदविशिष्टम् इस् ईक्वल् टु अम्पदम्। तर्हि तत् तादृश अम्पदे पदत्वं वर्तते, अम्पदत्वं वर्तते, तदेव अम्पदनिष्ठ आकाङ्क्षा। तर्हि इदानीम् अस्माकम् आधारः अस्ति अम्पदं खलु, तर्हि आधारे विद्यमानसम्बन्धः वक्तव्यः, अतः एव अव्यवहित उत्तरत्वसम्बन्धेन इति उक्तम्। अव्यवहितत्व उत्तरत्वसम्बन्ध, तर्हि अव्यवहित उत्तरत्वसम्बन्धः कुत्र वर्तते? अम्पदे एव वर्तते, न तु दिशणापदे। दिशणापदे अव्यवहितपूर्वत्वसम्बन्धः वर्तते, अतः एव अत्र एवं लिखितं। तर्हि अम्पदे विद्यमान आकाङ्क्षा नाम का, पुनः वदतु? अम्पदे विद्यमान आकाङ्क्षा घटपदविशिष्ट विशिष्ट आकाङ्क्षा, तत् अव्यवहित उत्तरत्वसम्बन्धेन वर्तते, अम्पदे वर्तते। तर्हि अव्यवहित उत्तरत्वसम्बन्धेन दिशणापदविशिष्ट अम्पदत्वम् अम्पदनिष्ठ आकाङ्क्षा इति वक्तव्यम्। अव्यवहित उत्तरत्वसम्बन्धेन दिशणापदविशिष्ट अम्पदत्वम् अम्पदे विद्यमान आकाङ्क्षा एवं दिशणापदस्य दिशणापदे विद्यमान आकाङ्क्षा का दिष्णापदे विद्यमान आकाङ्क्षा अम्पदविशिष्टदिष्णापदत्वं भगिनि अत्र दिश तत्र शकारस्य अन्तरम् अकारः उच्चारणीय दिष्णा इति वदति सर्वदा अम्पदविशिष्टदिष्णापदत्वं अव्यवहितपूर्वत्वसम्बन्धेन दिष्णापदे विद्यमान आकाङ्क्षा बोधयति। अत्र वैपरीत्यं करोतु अव्यवहितपूर्वत्वसम्बन्धेन अम्पदविशिष्टदिशणापदत्वं दिशणापदे विद्यमान आकाङ्क्षा अव्यवहितत्वपूर्वत्वसम्बन्धेन अम्पदविशिष्टदिशणापदपदत्वं दिशणापदे विद्यमान आकाङ्क्षा इति अस्ति। तर्हि आकाङ्क्षा प्रत्येकं पदे वर्तते तत्र इदानीम् अव्यवहितत्वम् अपि योजितम् अस्तु अग्रे भगिनि अस्तु इयम् आकाङ्क्षा अस्तु इयम् आकाङ्क्षा सा च ज्ञायमाना शब्दबोधहेतुः शाब्दबोधहेतुः शाब्दबोधहेतुः तर्हि पूर्वोक्ता पदान्तरव्यतिरेकप्रयुक्तशाब्दबोध अजनकत्वात् अजनकत्व अभावरूपा या तर्कसङ्ग्रह उक्ता आकाङ्क्षा तस्याः तर्हि किं प्रयोजनम् न हि प्रकृत उक्ते अव्यवहितोत्तरत्वे अव्यवहितपूर्वत्वे वा कश्चित् इति वा पदान् क्वचित् वकारः अस्ति वा क्वचित् पदान्तर अभावः तत् प्रयुक्तशाब्दबोध शाब्दबोध अभावे वा प्रविष्टः अभावः वा प्रविष्टः यदि न एव प्रवेशनीयः तदा मूलकृता आकाङ्क्षा च इत्यारभ्य कुतः तादृशजनकत्वाभावः निरूपितः पूर्वपक्षी आक्षेपति वा कस्मिन् विषये आक्षेपः अत्र मूले यत् लक्षणम् उक्तमस्ति तस्य तर्हि मूले किं लक्षणम् उक्तमस्ति पदस्य पदान्तर व्यतिरेकप्रयुक्तशाब्दबोधजनकत्वं जनकत्वम् उक्तमस्ति अहम् अत्र अस्मि पदस्य पदान्तरव्यतिरेकप्रयुक्त्वा अन्वय अननुभावकत्वम् आकाङ्क्षा इति सत्यं तर्हि तादृशमुक्तम् तर्हि अत्र परिशीलयामः पदान्तरव्यतिरेकप्रयुक्तम् इति एकं दलम् आवश्यकम् इति अस्माभिः निरूपितं तत्तु मूले उक्तम् अपि च अनन्वय प्रयुक्त अन्वय अननुभावकत्वं शाब्दबोध अजनकत्वम् इति दलं तेन उक्तं तदपि अस्माभिः अवगतम् किन्तु अव्यवहितत्वम् इति उक्तं खलु इदानीं यद् निरूपितं तत् मूले अस्ति वा नास्ति इति कृत्वा अत्र प्रश्नः उदेति तर्हि मूले यद् लक्षणम् उक्तं तत् समीचीनं वा अत्र अव्यवहितत्वम् इति न योजितं खलु समीचीनं वा इति प्रश्नः तर्हि प्रश्नः कथं क्रियते इति पुनः पश्येम महोदय महोदय पुनः वदतु वास् ब्रेकिङ्ग् ओहो अस्तु तर्हि मूलकारेण अत्र दलद्वयं योजितम् पदान्तरव्यतिरेकप्रयुक्तम् इति एकं दलं तेन योजितं, तदनन्तर शाब्दबोध अजनकत्वम् इति अपि दलं साक्षात् न योजितं किन्तु भिन्नरीत्या योजितं, किन्तु तदेव अन्वय अननुभावकत्वं नाम किम् इति चेत् शाब्दबोध अनकत्वं, शाब्दबोध अजनकत्वमेव इति मूलग्रन्थकारेण दलद्वयं योजितं, तत्र तृतीयं दलम् उचित इति इदानीं त्यजामः, किन्तु अव्यवहितत्वम् इति अपि दलं योजनीयं खलु, तद् इदानीं निरूपितं, तद् मूलकारेण न उक्तं. तर्हि मूलकारेण यद् लक्षणम् उक्तं, यल्लक्षणम् उक्तं तत् समीचीनं वा इति प्रश्नः क्रियते. तदेव प्रश्नः, अस्तु सः एव प्रश्नः. तर्हि इदानीं किञ्चित् पठेम, पुनः पठतु भगिनि. अस्तु, इयम् आकाङ्क्षा सा च ज्ञायमाना शाब्दबोधहेतुः इति अहम् अङ्गीकरोमि इति वदति सः. अस्तु, इयम् आकाङ्क्षा यथा भवतां प्रतिपादितम्, अत्र दलत्रयम् आवश्यकम्, अव्यवहितत्वम् अपि आवश्यकं, पदान्तर व्यतिरेकप्रयुक्तत्वम् अपि आवश्यकं, तदनन्तरं शाब्दबोध अजनकत्वम् अपि आवश्यकम् इति अहम् अङ्गीकरोमि. यदि एतत्त्रयमेव अस्ति तदा एव शाब्दबोधः जायते. तर्हि आकाङ्क्षा शाब्दबोधहेतुः इति अहम् अङ्गीकरोमि इति वदति. तर्हि पूर्वोक्ता पदान्तरव्यतिरेकप्रयुक्तशाब्दबोधजनकत्वाभावरूपा या तर्कसङ्ग्रह उक्तम् आकाङ्क्षा, तस्याः तर्हि किं प्रयोजनम्? तर्हि इदानीं तत् लक्षणस्य प्रयोजनं किम् इत्युक्ते लक्षणं सम्पूर्णं नास्ति इति पृच्छति. नास्ति, न हि प्रकृते अव्यवहित उत्तरत्व, न हि प्रकृत उक्ते अव्यवहित, प्रकृते नास्ति, प्रकृत उक्ते, प्रकृत उक्ते अव्यवहित उत्तरत्वे अव्यवहित पूर्वत्वे वा क्वचित् पदान्तर अभावः तत् प्रयुक्त शाब्दबोध अभावः वा प्रविष्टः? कुत्र न प्रविष्टः? एकनिमिषं. तर्हि न हि प्रकृत अव्यवहितत्वपूर्वते क्वचित् पदान्तर अभावः तत् प्रयुक्त शाब्दबोध अभावे अव्यवहित उत्तरत्वे अव्यवहित पूर्वत्वे वा प्रविष्टः इति सम्बन्धेन नास्ति, न बुद्धम् वा प्रविष्टः, कुत्र प्रविष्टः? लक्षणवाक्ये न प्रविष्टः इत्युक्ते मूलकारेण किं लक्षणं कृतम्? पदान्तरव्यतिरेकप्रयुक्तशाब्दबोध अजनकत्वम् इति एव मूलकारेण उक्तं. तद् पठामश्चेत् अत्र अव्यवहित उत्तरत्वे अव्यवहितपूर्वत्वे वा क्वचित् पदान्तर अभावः इत्युक्ते तत्र पदान्तरव्यतिरेकप्रयुक्तम् इत्यत्र इतोपि एकं विशेषणं योजनीयं खलु. अव्यवहितत्वेन उच्चार्यमाणम् अव्यवहितोत्तरपदान्तरव्यतिरेकप्रयुक्तम् अथवा अव्यवहितपूर्वपदान्तरव्यतिरेकप्रयुक्तशाब्दबोध अनुजनकत्वम् इति लक्षणं भवेदासीत्. किन्तु तादृशं न उक्तम्. तर्हि तत्र अव्यवहित उत्तरत्वम् अथवा अव्यवहितपूर्वत्वम् इति लक्षणे न प्रविष्टः खलु, न प्रविष्टः, तदेव प्रश्नः इति न दृश्यते. तदनन्तरं तावदेव न हि प्रकृते उक्ते प्रकृत उक्तः उक्ते अव्यवहित उत्तरत्वे अव्यवहितपूर्वत्वे वा इति पङ्क्तेः अर्थः वा? न इदानीं मूलकारेण यद् लक्षणमुक्तं तस्मिन् लक्षणे प्रकृते यदुक्तम् इत्युक्ते अव्यवहितत्वम् अव्यवहित उत्तरत्वम् अथवा अव्यवहितपूर्वत्वम् इति अपि दलम् आवश्यकम् इति यदुक्तं सा उक्तिः न प्रविष्टा खलु तदेव अस्य वाक्यस्य अर्थः न हि प्रकृत उक्ते इत्युक्ते इदानीं यद् अस्माभिः चिन्तितम् अव्यवहित उत्तरत्वम् अथवा अव्यवहितपूर्वत्वम् इति दलमपि तत्र आवश्यकम् इति यद् अस्माभिः चिन्तितं तद् दलं मूलकारेण उक्तलक्षणे न प्रविष्टमस्ति न प्रविष्टमस्ति पुनः वदतु तद्बुद्धम् इदानीं पदान्तर अभावः तत् प्रयुक्तशब्दबोध अभावः अत्र अस्ति खलु वा प्रविष्टः पुनः तद् मूल यद् मूलग्रन्थे अस्ति लक्षण एतद् वाक्यं भवती भवत्या न अवगतम् अस्तु अहं पुनः न अवगतम् प्रकृत उक्ते इत्युक्ते मूलकारेण यद् लक्षणमुक्तं तत्र अव्यवहित उत्तरत्वे अव्यवहितपूर्वत्वे वा क्वचित् पदान्तर अभावः अथवा तत्प्रयुक्तशाब्दबोध अभावः वा प्रविष्टः इत्युक्ते लक्षणवाक्ये अव्यवहित उत्तरपदान्तरव्यतिरेकप्रयुक्तशाब्दबोध अजनकत्वम् इति न लिखितम् इदानीम् अवगतवती तत्प्रयुक्तशाब्दबोध अभावः वा प्रविष्टः इत्युक्ते एतादृशफलं न योजितम् तर्हि इदानीं यदि सिद्धान्ती वदति इत्युक्ते प्राचीनसिद्धान्ती वदति तद् न योजनीयमेव इति यदि वदति तदा अत्र यदि नैव प्रवेशनीयः इत्युक्ते तद् न प्रवेशनीयम् इति यदि सः वदति तदा मूलकृता आकाङ्क्षा च इत्यारभ्य कुतः तादृशजनकत्वाभावः निरूपितः यदि न प्रवेशनीयः तदा आकाङ्क्षा च इत्यारभ्य कुतः तादृशजनकत्वाभावः निरूपितः कथं जनकत्वाभावः निरूपितः आकाङ्क्षा च इत्यारभ्य इति दत्तमस्ति तादृशमेव सः आरब्धं करोति खलु आकाङ्क्षा योग्यता सन्निधिश्च वाक्यार्थज्ञानहेतुः इति आरभ्यते तर्हि अस्माभिः चिन्तितं तत्र अव्यवहितत्वम् अपि लक्षणे योजनीयं न योजयामश्चेत् कः दोषः भवति इति अपि अस्माभिः निरूपितं किन्तु मूलग्रन्थकारेण अव्यवहितत्वं लक्षणे न योजितम् इति पूर्वपक्षी आक्षिपति यदि इदानीं सिद्धान्ती वदति तद् न योजनीयम् इति तर्हि पुनः पृच्छति तदा मूलकृत आकाङ्क्षा इत्यारभ्य कुतः तादृशज्ञानजनकत्वाभावः निरूपितः भवति इत्युक्ते लक्षणे दोषः अस्ति इति वदति तदेव आक्षेपः बुध्यते खलु बुध्यते अत्र शैली एतादृशमस्ति भगिनि किञ्चित् प्रौढः अस्ति किन्तु सामान्यभाषया यथा मया उक्तं तथा वक्तुं शक्यते अस्तु धन्यवादः भगिनि महोदय पठति वा स्वामी महोदय आं महोदय सत्यम् आं महोदय अस्तु सत्यम् आकाङ्क्षाशरीरे पदान्तरव्यतिरेकः तत्प्रयुक्तशाब्दबोधजनकत्वाभावः नैव प्रविष्टः अव्यवहितपूर्वत्व अव्यवहितोत्तरत्वरूपौ संसर्गौ तु प्रविष्टौ अनयोः संसर्गयोः सांसर्गिकप्रतियोगिता सांसर्गिकानुयोगिता च प्रकृतिप्रत्ययोः भवति एव. जनकत्वाभावः आकाङ्क्षाशरीरे पदान्तरव्यतिरेकः. आकाङ्क्षाशरीरे नाम किम्? न जाने महोदय, सम्यक् न. अस्तु, तर्हि आकाङ्क्षा इत्यत्र कति दलानि सन्ति इति एकवारं भवान् वदतु. दलद्वयं सन्ति पूर्वं, भवान् अनन्तरम् उचितेन इति उचितम् इति अपि. तानि कानि इति वदतु एकवारं, भवान् अवगच्छति वा इति अहं पश्यामि. आं महोदय, पदान्तरव्यतिरेकप्रयुक्त अन्वय अननुभावकत्वं पदस्य पदान्तरव्यतिरेकप्रयुक्त व्यतिरेक अपि च अन्वयानु अननुभव भावकत्वम्. हा, इत्युक्ते अन्वय अननुभावकत्वं नाम किं? शाब्दबोध अजनकत्वं खलु महोदय. शाब्दबोध अजनकत्वं, तर्हि पदान्तरव्यतिरेकप्रयुक्तं शाब्दबोध अजनकत्वम् इति दलद्वयं. किन्तु इतोपि एकं दलम् अत्र आवश्यकमस्ति, तत् किम्? उचितम्. हा, उचितम् इति भवतु, इत्युक्ते उचितम् इति मया योजितमस्ति, किन्तु ग्रन्थकारेण न चिन्तितम्. उचितम् इति त्यजामः इदानीं, तस्मादुपरि अस्मिन् वर्गे किं चिन्तितम्? अव्यवहितत्वं नाम किम्? अव्यवहितत्वम् इति चिन्तितं खलु अस्मिन् वर्गे. आं महोदय, अव्यवहितत्वं नाम किम्? डेफिनेट् आर्डर् नास्ति. न, अत्र आङ्ग्लभाषायाम् अनुवादं करोतु इति मया न पृष्टम्. अव्यवहितत्वं नाम किम्? अव्यवहितत्वम् इति कस्मिन् अथवा कस्यां लक्षणवाक्ये लक्षणवाक्ये प्रवेशनीयमस्ति? शाब्दबोधे आकाङ्क्षा इति या सामग्री अस्ति, शाब्दबोधहेतुः अस्ति, तस्यां लक्षणवाक्ये अव्यवहितत्वम् इति दलमपि योजनीयम्. इत्युक्ते पदान्तरव्यतिरेकप्रयुक्तम् इत्यत्र एकं विशेषणं योजनीयं. किं विशेषणम् इति चेत्, अव्यवहित उत्तर अव्यवहितोत्तरपदान्तरप्रयुक्त अथवा अव्यवहितपूर्व. तत्र लिखित्वा परिशीलनीयमस्ति, प्रायः एतादृशं वाक्यं न भवति इति भाति मम. इत्युक्ते शाब्दबोध अजनकत्वम् इति अस्ति खलु, तावदेव. तर्हि अव्यवहित उत्तर इति अव्यवहित उत्तरपदान्तरव्यतिरेकप्रयुक्तम् इति वदामश्चेत् तत्र अर्थबोधः न जायते. किन्तु अव्यवहितत्वम् इति दलमपि योजनीयमस्ति, तर्हि पूर्वपक्षी पृच्छति तदा मूलकृत आकाङ्क्षा च इति आरभ्य कुतः तादृश अजनकत्व अभावः निरूपितः इति पृच्छति. तस्य उत्तरत्वेन सत्यम् आकाङ्क्षाशरीरे पदान्तरव्यतिरेकः तत्प्रयुक्तशाब्दबोधजनकत्व अभावः नैव प्रविष्टः. अव्यविहितपूर्वत्व अव्यविहित उत्तरत्वरूपौ संसर्गौ तु प्रविष्टौ अनयोः संसर्गयोः सांसर्गिकप्रतियोगिता सांसर्गिक अनियोगिता च प्रकृतिप्रत्यययोः भवत्येव इति उक्तम्. इत्युक्ते अत्र किञ्चित् क्रमेण चिन्तनीयमस्ति, अतः एव मया उक्तं तत्र क्लेशः भवति इति. तर्हि पदान्तरव्यतिरेकप्रयुक्तं शाब्दबोध अजनकत्वम् इति सर्वैः अवगतम्. तर्हि तत्र अव्यवहितत्वं भवेद् इति अपि सर्वैः अवगतम्. तर्हि घट घटेन इति वदामश्चेत् ता इति प्रत्यये विद्यमान आकाङ्क्षा का इति चेत् अव्यवहित उत्तरत्वसम्बन्धेन अव्यवहित उत्तरत्वसम्बन्धेन घिषणापदविशिष्टम् अत्र घटं क्षम्यतां घिषणं घिषणाम् इति पदं स्वीकुर्मश्चेत् तत्र अम्पदे विद्यमान आकाङ्क्षा का इति चेत् अव्यवहित उत्तरत्वसम्बन्धेन घिषणापदविशिष्ट अम्पदत्वम् अम्पदनिष्ठ आकाङ्क्षा इति अवगतम्. तर्हि पश्यतु इदानीम् आकाङ्क्षा इत्युक्ते किम् इति चेत् अव्यवहित उत्तरत्वसम्बन्धेन घिषणापदविशिष्ट अम्पदत्वम् अम्पदनिष्ठा आकाङ्क्षा इति उक्तत्वात् अत्र तत् अत्र पदान्तरव्यतिरेकप्रयुक्तं शाब्दबोध अजनकत्वम् इति किमपि अस्ति वा? मेहुल् महोदय मम सह किञ्चित् सम्भाषणं करोतु मया सह. अस्तु अस्तु, तर्हि घिषणाम् इति पदं स्वीकुर्मः. अत्र पदद्वयमस्ति खलु? किं ते? घिषणा अपि च अम्. हा उत्तरं. तर्हि इदानीम् अम्पदनिष्ठ आकाङ्क्षा का? अम्पदनिष्ठ आकाङ्क्षा घिषणा इति न अत्र हा अव्यवहितोत्तर तत्त्वसम्बन्धेन घिषणापदविशिष्टा विशिष्ट अम्पदत्वम् इति एव अम्पदनिष्ठ आकाङ्क्षा. हा खलु. आम् आम्. तर्हि इदानीम् अम्पदे विद्यमान आकाङ्क्षा का इति चेत् अव्यवहित उत्तरत्वसम्बन्धेन घिषणापदविशिष्ट अम्पदत्वम् अम्पदनिष्ठ आकाङ्क्षा. एवं घिषणापदनिष्ठ आकाङ्क्षा का? अव्यवहितपूर्वत्वसम्बन्धेन अम्पदविशिष्टघिषणापदत्वम् इति एव घिषणापदे. सत्यं. तर्हि इदानीम् आकाङ्क्षा का इति अस्माभिः उक्ता, किन्तु यदि एतादृशं वदेम अत्र पदान्तरप्रयुक्त पदान्तरव्यतिरेकप्रयुक्तं शाब्दबोध अजनकत्वम् इति लक्षणमस्ति वा यथा एतादृशं वदेम? नास्ति नास्ति इति कृत्वा क्लेशः. तर्हि अत्र यदि एतादृशं वदेम अम्पदे विद्यमान आकाङ्क्षा का इति चेत् अव्यवहित उत्तरत्वसम्बन्धेन घिषणापदविशिष्ट अम्पदत्वम् एव अम्पदनिष्ठ आकाङ्क्षा इति वदामश्चेत् अस्मिन् लक्षणवाक्ये अस्मिन् लक्षणवाक्ये पदान्तरव्यतिरेकप्रयुक्तम् इति पदं दृश्यते वा? न दृश्यते. हा शाब्दबोध अजनकत्वम् इति दृश्यते वा? न दृश्यते खलु. सत्यं न दृश्यते. तदेव अत्र उक्तम् आकाङ्क्षा शरीरे इत्युक्ते अव्यवहित उत्तरत्वसम्बन्धेन घिषणापदविशिष्टम् अम्पदत्वम् अम्पदत्वम् अम्पदनिष्ठ आकाङ्क्षा इत्यस्मिन् वाक्ये, तर्हि यदि एतदेव आकाङ्क्षा तर्हि एतद्वाक्यमेव आकाङ्क्षायाः शरीरं भवति खलु. तस्मिन् वाक्ये पदान्तरव्यतिरेकः तत्प्रयुक्तशाब्दबोधजनकत्व अभावः इति दलं न प्रविष्टं खलु. सत्यं न प्रविष्टं. किन्तु किं प्रविष्टम्? अव्यवहितपूर्वत्व अव्यवहित उत्तरत्वरूपौ संसर्गौ तु प्रविष्टौ. अनयोः संसर्गयोः सांसर्गिकप्रतियोगिता सांसर्गिक अनियोगिता च प्रकृतिप्रत्ययोः भवत्येव. इत्युक्ते सम्पूर्णरीत्या आकाङ्क्षायाः लक्षणं परिवर्तयति. मूलकारेण यदुक्तं तत्र अभिप्रायः कः इति चिन्तयित्वा, इत्युक्ते पदान्तरव्यतिरेकप्रयुक्तं प्रथमं शाब्दबोध अजनकत्वम् अत्र मूलकारस्य आशयः कः इति चेत् आकाङ्क्षा कुत्र वर्तते? पदे वर्तते. अस्तु, आकाङ्क्षा नाम का? शाब्दबोध अजनकत्वम् एव आकाङ्क्षा. तर्हि मघवा राजा इति मघवा देवानां राजा इत्यत्र मघवा मघवन् शब्दे शाब्दबोध अजनकत्वमस्ति. तर्हि तत्र अतिव्याप्तिः भवति इति चेत् अस्तु अहं परिष्करोमि. पदान्तरव्यतिरेकप्रयुक्तं शाब्दबोध अजनकत्वम् इति तेन परिष्कृतम्. तस्मादुपरि इदानीम् उचित इति पदमपि अस्माभिः योजितं भवतु. किन्तु तस्मादुपरि इदानीं विद्याधिग्रन्थकारः किं चिन्तयति? अव्यवहितत्वम् अपि भवेत् इति योजयति. केवलं पदान्तरव्यतिरेकप्रयुक्तं शाब्दबोध अजनकत्वम् इति वदामश्चेत् न पर्याप्तं, तत्र अव्यवहितत्वम् अपि योजनीयम्. यदि घटेन इति पदेन घटे विद्यमानकर्म करणत्वं बोधितुम् इच्छामः तदा घटपदस्य अव्यवहित उत्तरत्वेन टाप्रत्ययः योजनीयः. तदा एव करणत्वं घटे विद्यते इति अवगन्तुं शक्नुमः. अपि च टाप्रत्ययस्य अव्यवहितपूर्वत्वेन घटपदं योजनीयं, तदा एव करणत्वस्य अधिकरणं घटम् इति अवगन्तुं शक्नुमः. इति कृत्वा अव्यवहितत्वम् इति दलमपि योजनीयम् इति ग्रन्थकारेण निरूपितं, तदस्माभिः अवगतमपि. तर्हि इदानीम् अव्यवहितत्वम् इति पदमपि योजयित्वा यदि आकाङ्क्षायाः लक्षणं वक्तव्यम् इति चेत् तत्र पूर्वं किमुक्तम्? पदान्तरव्यतिरेकप्रयुक्तं शाब्दबोध अजनकत्वम् इति दलद्वयमपि अत्र न योजयितुं शक्यते एतादृशरीत्या वदामश्चेत्. अव्यवहित उत्तरत्वसम्बन्धेन घिषणापदविशिष्टम् अम्पदत्वम् एव आकाङ्क्षा इति आगतम्. तर्हि इदानीं प्रश्नः उदेति, अस्मिन् लक्षणवाक्ये यदुक्तं तत् सम्पूर्णरीत्या प्रकृत आकाङ्क्षलक्षणवाक्ये शरीरे त्यक्तम्. अपि च प्रकृत आकाङ्क्षालक्षणे यानि पदानि विद्यन्ते तानि पदानि पूर्वोक्तलक्षणवाक्ये नास्ति इति क्लेशः अस्ति. सम्पूर्णतया भिन्नः अस्ति. तर्हि अत्र प्रायः समन्वयः करणीयः अस्ति. प्राचीनैः यल्लक्षणम् उक्तम् अपि च इदानीं यद् लक्षणम् उक्तं तयोः मध्ये समन्वयः करणीयः अस्ति कदाचित्. किमर्थमिति चेत् पदान्तरव्यतिरेकप्रयुक्तं शाब्दबोध अनेकत्वम् इत्यत्र आकाङ्क्षा इति अस्माभिः निरूपितमेव, तत्र क्लेशः नास्ति. किन्तु अव्यवहितत्वम् इति पदं योजयामश्चेत् तत्र भिन्नरीत्या इदानीं लक्षणवाक्यं वक्तव्यम् इति कृत्वा अत्र क्लेशः अस्ति. अस्तु, तर्हि सः वदति अनयोः संसर्गयोः सांसर्गिकप्रतियोगिता सांसर्गिक अनियोगिता च प्रकृतिप्रत्ययोः भवत्येव इति उद्देशरूपेण एकं वाक्यं लिखितम्। अत्र किमपि न अवबुध्यते, तर्हि तस्मिन् विषये इदानीं चिन्तनम्। अस्तु, धन्यवादः महोदय। इदानीं स्वामी महोदय अग्रे पठतु। आं महोदय, अव्यवहित पूर्वत्व किमिदं किमिदम् इति आरभ्य किमिदम्। अस्तु, किमिदं सांसर्गिकप्रयोगि प्रतियोगित्वं सांसर्गिक अनुयोगित्वञ्च उच्यते। अत्र पूर्वस्मिन् वाक्ये उक्तं खलु, सांसर्गिकप्रतियोगिता सांसर्गिक अनुयोगिता च प्रकृतिप्रत्ययोः भवत्येव इति उक्तम्। इत्युक्ते किम् इति प्रश्नः। तर्हि किमिदं सांसर्गिकप्रतियोगितत्वं सांसर्गिक अनियोगितत्वं च उच्यते। अग्रे, किञ्चित् अस्ति भूतलं घटवत्, केन सम्बन्धेन घटः तत्र भवेत्? संयोगेन सम्बन्धेन। अत्र यः घटः सः संयोगस्य प्रतियोगी इत्युच्यते, सः यत्र भवति तत् भूतलञ्च संयोगस्य अनुयोगी इत्युच्यते। संयोगः घटे या प्रतियोगिता तां निरूपयति, एवं भूतले या अनुयोगिता तां निरूपयति। अस्तु, तर्हि अत्र किमुक्तं? भूतलं घटवत् इति वाक्यमस्ति महोदय। इदानीं संयोगसम्बन्धम् अस्ति भूतलघटयोः मध्ये। सत्यम्। घट संयोगस्य प्रतियोगी, यः घटः सः संयोगस्य प्रतियोगी। ओ महोदय एकनिमिषं, यस्य अभावः सः प्रतियोगी इति अस्माभिः पूर्वम् अवगतं खलु? आम् महोदय, यस्य अभावः सः प्रतियोगी इति अस्माभिः अवगतं खलु? आं महोदय, अत्रैव घटः तु अस्ति खलु, घटाभावः नास्ति इति कृत्वा अत्र इदानीं प्रतियोगी अनियोगी इति पदयोः अर्थः किञ्चित् भिन्नः अस्ति। अत्र घटवत् भूतलं, भूतलं घटवत् इत्यत्र केन सम्बन्धेन घटः तत्र भवेत्? संयोगसम्बन्धेन इति वयं जानीमः, द्रव्ययोः मध्ये संयोगसम्बन्धः एव भवति। अत्र यः घटः सः संयोगस्य प्रतियोगी इत्युच्यते। तर्हि पूर्वं यद् अस्माभिः अधीतं, यस्य अभावः सः प्रतियोगी इति, तादृश अर्थः अत्र न स्वीकरणीयः। अस्तु, भिन्न अर्थः इदानीं। प्रतियोगी नाम किम्? अत्र यः घटः सः संयोगस्य प्रतियोगी इत्युक्ते संयोगः इति सम्बन्धः खलु, सम्बन्धः द्विनिष्ठः, प्रतियोगी अनियोगी, प्रतियोगी अनियोगी इति खलु, न द्विनिष्ठः, संयोगः इति द्विनिष्ठः खलु? आं महोदय, सम्यक्। घटः सत्यं भूतले वर्तते, घटे किमस्ति इदानीम्? आदेयता अस्ति, भूतले अधिकरणता अस्ति, सत्यं। तर्हि एवं ते किं वदन्ति, संयोगः द्विनिष्ठः इति कृत्वा एकः प्रतियोगी भवति, संयोगस्य प्रतियोगी भवति, अन्यः संयोगस्य अनियोगी भवति। इत्युक्ते यदि आवयोः मध्ये यदि वयम् एकं दण्डं स्वीकुर्मः, सो लेट् अस् से देर् इस् अ स्टिक् बिट्वीन् द टु आफ् अस्, there is one end of the stick at your side, another end of the stick at my side. Let us say we have to give a name to you, each of these sides. I have to say your side stick, my side stick. Instead, I give the name Pratiyogi. Yaha Bhagaha, Dandasya Bhagaha, Bhavati Vartate. Tasya Bhagasya Nama Asti Pratiyogi. Yaha Bhagaha, Mama Parshve Vartate. Tasya Nama Asti Aniyogi. Evam Atra Uktam. Atra Yaha Gataha Saha Sayogasya Pratiyogi Ityuchate. सः यत्र भवति तद्भूतलं च संयोगस्य अनुयोगी इत्युच्यते संयोगः घटे या प्रतियोगिता तां निरूपयति तर्हि संयोगः घटे या प्रतियोगिता तां निरूपयति एवं भूतले या अनुयोगिता ताम् अनियोगितां निरूपयति किम् महोदय मम मनसि किमर्थं घट एव संयोगः किमर्थं न किम् किमर्थं घटः प्रतियोगी अस्ति किमर्थं न तु अनियोगी अस्ति संयोगस्य मम मनसि तद् अनन्तरं चिन्तयतु महोदय प्रथमम् अत्र किं लिखितं तद् अवगच्छतु किमर्थं प्रतियोगी न स्यात् तस्य उत्तरं किम् अस्ति किम् भवान् यत् प्रथमम् अत्र किं लिखितमस्ति इति तद् अवगच्छतु तदनन्तरं तस्मिन् प्रश्नं कुर्मः अस्तु किं लिखितमस्ति भूतलं तर्हि अनुयोगी अस्ति संयोगस्य हा तर्हि घटभूतलयोः यदि घटः भूतले वर्तते घटभूतलयोः संयोगः अस्ति स च संयोगः द्विनिष्ठः तर्हि घटे विद्यमाना घटः इदानीं प्रतियोगी संयोगस्य प्रतियोगी अस्ति भूतलं संयोगस्य अनुयोगी अस्ति इत्युक्ते किं घटे विद्यमानप्रतियोगिता संयोगेन निरूपिता भूतले विद्यमान अनियोगिता संयोगेन निरूपिता इति आगतं तावद् तावदेव लिखितं तद् बुद्धं खलु आं महोदय हा तर्हि इदानीं तस्मादुपरि किमर्थं घटः न प्रतियोगी अत्र घटः किमर्थं न अनियोगी इति चेत् वाक्यं कथमस्ति वाक्यं कथमस्ति वदतु संयोगः घटे या प्रयोगि अत्र किं वाक्यम् उक्तम् किञ्चित् अस्ति भूतलं घटवत् इति अस्ति तर्हि भूतलं घटवत् इत्यत्र विशेषणं किं विशेष्यं किम् भूतलं तु विशेष्यं घटवत् विशेषणम् खलु आं महोदय तर्हि घटविशिष्टं भूतलं खलु घटविशिष्टभूतलं हा तर्हि विशिष्टे एव अनियोगिता भवति भूतलं घटवद्भूतलम् अथवा भूतलं घटवत् इति वाक्येन किं वक्तुम् इच्छामि मुख्यविशेषता कुत्र वर्तते भूतले हा खलु भूतलमेव अहं वक्तुम् इच्छामि किन्तु किं विशिष्टं भूतलं घटविशिष्टं भूतलम् अहं वक्तुम् इच्छामि इति कृत्वा घटे प्रतियोगिता भूतले अनियोगिता अस्तु यदि एतदेव वाक्यं घटम् अहं वक्तुम् इच्छामि कीदृशघटम् तर्हि तत्र वाक्यं कथं भवेत् इति वदतु भूतल भूतलनिष्ठघटम् इति वदति भूतलवृत्तिघट भूतले घटः सामान्यवाक्यं भूतले घटः भूतले घटः खलु भूतले घटः तर्हि इदानीं मुख्यविशेषः कः भूतलमेव भूतले घटः इत्यस्मिन् वाक्ये मुख्यविशेषः कः घटः घटः खलु घट तर्हि भूतले घटः इति वाक्यमासीत् चेत् तदा संयोगसम्बन्धेन सम्बन्धेन एव घटः भूतले वर्तते तथापि भूतले घटः इत्यत्र घटः प्रथमायाम् अस्ति इति कृत्वा सः एव मुख्यविशेषः तर्हि अनियोगिता इदानीं कुत्र वर्तते इति चेत् घटे वर्तते अस्तु हा तर्हि अत्र भूतले घटः इत्युक्ते भूतलविशिष्टं घटः भूतलविशिष्टं घटः इति कृत्वा भूतलम् इदानीं प्रतियोगी भवति भवान् पृष्टवान् खलु किमर्थम् अत्र घटः न अनियोगी इति आम् सत्यं हा तर्हि विशेष्यम् एव अनियोगी भवति अथवा विशिष्टम् अनियोगी भवति विशेषणं प्रतियोगी भवति अस्तु हा बुद्धम् इदानीं अत्र अहं चिन्तयामि अत्र भूतलं घटवत् इति अत्र भूतल एव विशेष्यम् अस्ति तर्हि घटेन एव घटेन एव तस्य विशेष्यं भवति घटः इति विशेषणं परन्तु अत्र यदि घटः नास्ति चेत् भूतलमेव अस्ति भूतलं घटवत् इति न भवति अतः घटवत् इति कथं भवति घटेन एव भवति तर्हि घटः इति एव तादृशविशेषणस्य प्रतियोगी भवति अत्र अभावः घटस्य अभावः अस्ति चेत् भूतलम् एव अस्ति परन्तु तस्य अभावस्य निवारणं घटेन एव जातम् अतः घटः इति प्रतियोगी भवति भूतलम् इति किन्तु अत्र प्रतियोगी इति शब्दः अभावेन न उक्तः न उक्तः सत्यं सत्यम् अतः एव अग्रिमपरिच्छेदे तत् तस्य चिन्तनं जायते अभावस्थले घटे या प्रतियोगिता तस्याः निरूपकः अभावः भवति अस्तु अत्र मेहुल् महोदय भवानेव वदतु यस्य अभावः सः प्रतियोगी खलु तर्हि अनियोगी कः यस्य भावः इति वा न यस्य अभावः सः प्रतियोगी इति चेत् अनियोगी कः यः कोऽपि जानाति वदतु यत्र अभावः इति यत्र अभावः सः अनियोगी इति तु भवति सत्यम् किन्तु यदि यत्र अभावः इति तावत्पर्यन्तं मम विवक्षा नास्ति चेत् तत्तु सत्यं तत्रापि यस्य यत्र अभावः तदपि अनियोगी भवति किन्तु कस्य अनियोगी भवति यः अभावेन विशिष्टः भवति किं यः अभावेन विशिष्टः भवति तस्य यः अभावेन विशिष्टः भवति सः अनियोगी तदेव सति मम भगिनी आवति यत्र अभावः इति यः अभावेन विशिष्टः सः कः यस्मिन् अभावः अस्ति सः एव खलु किन्तु तर्हि भूतले घट अभावः इत्यत्र अनियोगी कः घटाभावः नास्ति भूतले घट अभावः इत्यत्र यत्र अभावः इति उक्तं खलु इदानीम् अनियोगी भूतलम् इति भूतलम् इति अनियोगी भूतले विद्यमान अनियोगिता केन निरूपिता? घट अभावेन निरूपिता. घट अभावेन निरूपिता खलु? तर्हि इदानीं मम प्रश्नः सम्यक् श्रुत्वा वदतु. घटे विद्यमानप्रतियोगिता कस्याः निरूपिता, कस्याः निरूपकः? अभावस्य निरूपकः. हा, तर्हि मम प्रश्नस्य उत्तरं किम्? यस्य अभावः सः प्रतियोगी चेत् अनियोगी कः? अनियोगी अभावः भवति. हा, यः अभावः सः एव अनियोगी. यस्य अभावः सः प्रतियोगी, यः अभावः सः अनियोगी. यत्र अभावः सः अनियोगी इति वदामश्चेत् तादृश उक्तिः अपि अस्ति. यत्र अभावः सः अनियोगी इति वदामश्चेत् इत्युक्ते घट घटाभावः भूतले इति वदामश्चेत् इदानीं भूतले अनियोगिता वर्तते. सा अनियोगिता केन निरूपिता इति चेत् घटेन निरूपिता, घट अभावेन निरूपिता. तर्हि भूतले विद्यमान अनियोगित्वम् अनियोगिता केन निरूपिता? घट अभावेन निरूपिता. घट अभावे विद्यमानप्रतियोगित्वं केन निरूपिता इति चेत् भूतलेन निरूपिता. किन्तु घटे विद्यमानप्रतियोगित्वं केन निरूपिता इति चेत् घट अभावे विद्यमान अनियोगितया निरूपिता. घट अभावे विद्यमान अनियोगितायाः निरूपकः कः इति चेत् घटे विद्यमानप्रतियोगिता. प्रतियोगिता अनियोगितयोः मध्ये निरूपकनिरूप्यभावः अस्ति खलु? हा, इति कृत्वा एवं लिखन्तु, अत्र गृहपाठरूपेण लिखन्तु. घटे प्रतियोगिता वर्तते, सा प्रतियोगिता काम् अनियोगितां निरूपयति इति चेत् घट अभावे विद्यमान अनियोगितां निरूपयति घटे विद्यमानप्रतियोगिता. एवं घटे विद्यमानप्रतियोगिता केन निरूपिता इति चेत् घट अभावे विद्यमान अनियोगितया निरूपिता. अस्तु, तर्हि परस्परमस्ति. हा, किमर्थमित्युक्ते प्रतियोगिता अनितियोगमध्ये एव निरूपिनिरूपकभावः. घटे विद्यमानप्रतियोगिता भूतले विद्यमान अनियोगितायाः निरूपकः यदा कदापि न भवति, अथवा परम्परया भवति इति वक्तव्यं, साक्षात् न भवति. सत्यम्. हा, एवम् अत्र पश्यतु, इदानीं भूतलं घटवत् इत्यत्र भूतले अनियोगिता वर्तते. सा अनियोगिता केन निरूपिता? योगिता इत्यनेन. पृच्छतु महोदय. भूतलं घटवत् इति वाक्ये अनियोगी अस्ति भूतलं, तर्हि भूतले विद्यमान अनियोगिता केन निरूपिता? अस्तु, घट भूतलाभावे विद्यमान प्रतियोगिता. मया अभावः इति पदमेव न प्रयुक्तं, श्रुत्वा वदतु. भूतलं घटवत् इति वाक्यम्. हा, सत्यम्. ओ, अस्तु अस्तु. घटे विद्यमान प्रतियोगिता. अहं पुनः पृच्छामि, कृपया श्रुत्वा वदतु. भूतलं घटवत् इति वाक्यम् अस्तु, अत्र भूतले अनियोगिता वर्तते इति उक्तम्. सा अनियोगिता, भूतले विद्यमान अनियोगिता केन निरूपिता इति प्रश्नः. भूतले विद्यमान अनियोगिता घट्टाभावे किमर्थम् अभावस्य विषये भवान् चिन्तयति? अत्र अभावः अस्ति वा? भूतलं घटवत् इति वाक्ये अभावः कुत्रचित् अस्ति वा? घटे घटे या प्रतियोगिता अस्ति तेन निरूपिता नास्ति. भूतलं घटवत् इत्यत्र कति पदार्थाः सन्ति? पदार्थद्वयं नास्ति. भूतलं सम्बन्धः अपि वक्तव्यं महोदय. सम्बन्धः संयोगसम्बन्धः अपि अस्ति. हा, संयोगः इति सम्बन्धः घटभूतलयोः मध्ये अस्ति, सः भिन्नपदार्थः अस्ति खलु. भूतले अनियोगितासम्बन्धेन घटे प्रतियोगितासम्बन्धेन वर्तते इति. एकनिमिषं तत्र क्रमेण चिन्तयामः. भूतलं घटवत् इत्यत्र नैयायिकानां मतानुसारं त्रीणि त्रयः पदार्थाः सन्ति. एकं तु घटः, अन्यस्तु भूतलं, तृतीयं तु तयोः मध्ये विद्यमानसम्बन्धः, संयोगः इति सम्बन्धः इति गुणः. गुणः भिन्नपदार्थः अस्ति खलु. सत्यं सत्यं. संयोगः घटाद् भिद्यते, संयोगः भूतलाद् भिद्यते, भिन्नः अस्ति इति. त्रीणि त्रयः पदार्थाः सन्ति. तर्हि इदानीम् अहं पुनः पृच्छामि, भूतलं घटवत् इत्यत्र भूतले विद्यमान अनियोगिता केन निरूपिता? घटेन नास्ति. भूतलं घटः अनयोः मध्ये अन्यः पदार्थः अस्ति खलु, सः पदार्थः कः? संयोगः अस्ति. हा, तर्हि संयोगेन निरूपिता. तदेव अत्र लिखितमस्ति, संयोगः घटे या प्रतियोगिता तां निरूपयति, एवं संयोगः भूतले या अनियोगिता तां निरूपयति. सत्यम्, अत्र लिखितं संयोगः इति. अतः एव मया भिन्न उदाहरणं दत्तं, मम अपि च स्वामिनोः मध्ये दण्डः अस्ति, तेन दण्डेन आवयोः मध्ये सम्बन्धः साधितः. तर्हि यावत्पर्यन्तम् आवयोः मध्ये दण्डः नास्ति तावत्पर्यन्तम् अस्माकम् आवयोः मध्ये सम्बन्धः एव नास्ति खलु. तर्हि यदा एकं दण्डम् एकदण्डस्य एकः भागः तेन स्वीक्रियते, अन्यः भागः मया स्वीक्रियते, इदानीं दण्डः आवयोः मध्ये सम्बन्धं कारयति खलु. तथा संयोगः इति भिन्नपदार्थः, दण्डसमः पदार्थः घटभूतलयोः मध्ये संयोगः सम्बन्धः कारयति. तेन इदानीं भूतले अनियोगिता जाता, घटे प्रतियोगिता जाता. तर्हि भूतले विद्यमान अनियोगिता केन निरूपिता इति? संयोगसम्बन्धेन निरूपिता. घटे विद्यमानप्रतियोगिता केन निरूपिता इति चेत् अत्र संयोगसम्बन्धेन निरूपिता इति भवति. इति भेदः. अस्तु, मम समयः अधिकं जातः. अत्र स्थगेम, किञ्चित् सर्वे किञ्चित् लिखित्वा पश्यन्तु गृहपाठरूपेण. यदि लिखितमस्ति तर्हि वाट्साप् ग्रूप् मध्ये प्रेषयतु कृपया. इत्युक्ते भूतलं घटवत् इत्यत्र प्रतियोगिता अनियोगिता कुत्र कुत्र वर्तते, सा अनियोगिता केन सम्बन्धेन निरूपिता इति. तदनन्तरं घट अभावः भूतले इत्यत्र घट अभावयोः मध्ये प्रतियोगिता अनियोगितासम्बन्धः वर्तते. घट अभावः अपि च भूतलम् अनयोः मध्ये प्रतियोगिता अनियोगितासम्बन्धः वर्तते, तत् केन निरूपिता इति. एतत् सर्वं कृपया लिखन्तु. अस्तु, अत्र स्थगयामः. सर्वेभ्यो नमस्कारः, धन्यवादाश्च.